नमस्कारः। अत्र अष्टाध्याय्यां सूत्राणां बलाबलम् इति विषयः अनुवर्तते। तत्र अन्तरङ्गम् इति भागे स्मः वयं। तत्र किञ्चित् पुनस्मरणरूपेण पठित्वा अग्रे सरामः। यतोपि पठितं गतसप्ताहे, तत्र अग्रिमपरिच्छेदः तस्मिन्नेव विषये अस्ति इति कृत्वा किञ्चित् पठामः। अस्तु, नमस्ते भगिनि, राजेन्द्र अस्मि। नास्ति चिन्ता महोदय। तत्र विजया भगिनी, प्रकृते स्त्रियाम् इति अस्ति किल, तस्मात् भागात् पुनः एकवारं पठतु भगिनि। अस्ति वा? अस्तु, अरुणा भगिनी पठति वा प्रकृते स्त्रियाम् इति भागः आरभ्य? अहं करपत्रम्। अस्तु, रघुपतिमहोदय भवतः भगिनी पृच्छति वा? हा, विजया भगिनी प्राप्तवती वा? कोऽपि पठतु एकवारं, तावत् समयः जातः किल। प्राप्तवती चेत् पठतु भगिनी। भवत्याः एव ध्वनिः वा? इदानीं सम्यक् अस्ति। अस्तु अस्तु, रघुपतिमहोदय भवान् पठतु महोदय। प्रकृते स्त्रियाम् इत्यस्य अर्थनिमित्तत्वे सति बहिरङ्गत्वात् त्रयादेशः भवति। स्त्रीयोग आम् त्रयस्त्रयः इत्यनेन आमि परे त्रयादेशः, त्रययोग आम् ह्रस्वनद्यापोनुट् इत्यनेन ह्रस्वात् अङ्गात् आम् प्रत्ययस्य नुट् आगमः। त्रययोगः नाम इति नामि इत्यनेन अजन्त अङ्गस्य दीर्घादेशः भवति। नाम प्रत्यये परे त्रययोग नाम। अधुना त्रय अग्रे पठामि वा भगिनि? आम्, यदा वयं गतसप्ताहे पठितवन्तः किल चतुष्टयं, परिच्छेदचतुष्टयं पठित्वा अनन्तरं प्रतिपादयतु महोदय। अस्तु, अधुना त्रयादेशस्य अनन्तरं त्रययोग नाम इति स्थितौ स्थानिवत् भावेन तिस्र आदेशः। इत्युक्ते त्रय इति आदेशः त्रिशब्द इव अस्ति। त्रियोग नाम एकदेश विकृतम् अनन्यवत् इति परिभाषया, एकदेशविकारः जातश्चेदपि अनन्यवत् अन्यवत् न भवति। अनेन त्रय इत्यस्मिन् दीर्घादेश इति जातः चेदपि त्रय इति वत् त्रय इव भवति। अनेन त्रयादेशस्य स्थानिवद्भावेन त्रियोगः नाम इति स्थितिः। तस्माच्च त्रिचतुरस्त्रियां तिस्रचतुस्र इत्यस्य प्रसक्तिः। तिस्रयोगनाम् तदा नामि इत्यनेन अजन्ताङ्गस्य दीर्घादेशः भवति नाम प्रत्यये परे। अस्यां स्थितौ न तिस्रचतुस्र इति दीर्घबाधकसूत्रस्य अवसरः स्यात्। अनेन अस्य सूत्रस्य व्यर्थता वारिता। परन्तु अर्थनिमित्तकत्वं स्वीक्रियते चेत् यया रीत्या तिस्र आदेशस्य अपेक्षया त्रयादेश अन्तरङ्ग अस्ति, तया एव रीत्या तिस्र आदेशस्य अपेक्षया नामि इत्यनेन दीर्घादेशः भवति अन्तरङ्गम्। यतोहि तस्य सूत्रस्य किमपि अर्थनिमित्तं नास्ति, अतः त्रययोग नाम अन्तरङ्गत्वात् दीर्घानन्तरं स्थानिवत्तत्वेन यदि तिस्र आदेशः स्यात् पुनः लक्ष्ये लक्षणन्यायेन दीर्घादेशः न भवति. लक्ष्ये लक्षणन्यायः सूचयति यत् एकस्मिन् लक्ष्ये लक्षणं नाम सूत्रं सकृदेव भवति, नाम एकवारं भवति. अतः तिस्र आदेशात् पूर्वं तस्मिन्नेव स्थले दीर्घादेशः भवति चेत् पुनः न भवितुमर्हति. अस्यां दशायां न तिस्र चतुस्र इति दीर्घनिषेधकसूत्रं व्यर्थं भवति एव. अस्य च निवारणार्थम् अर्थनिमित्तकत्वं न स्वीक्रियते इति अस्ति. अस्तु, इदानीं स्त्रियाम् इति इदानीं वयम् अर्थनिमित्तकत्वं स्वीकृते अर्थनिमित्तकत्वं यदि वयं स्वीकुर्मः चेत् बहिरङ्गत्वात् त्रयादेशः भवति. त्रियोग नाम इति अस्ति, अत्र त्रयस्त्रयः इत्यनेन आमिपरे त्रयादेशः, अनन्तरं दीर्घः भवति रस्वात् मध्यापो नोट् इत्यनेन इदानीं नाम् इति भवति. नुटागमः त्रयाणाम्, इदानीं नाम् इत्यनेन अजत् दीर्घादेशः भवति त्रयाणाम्. इदानीं त्रयाणाम् अस्ति, यद्यपि त्रयाणाम् इति भिन्नमस्ति, परन्तु एकदेशविकृतम् एकदेशे एव तत्र एकस्मिन् स्थले एव तस्य विकृतिः भवति चेत् तत् अनन्यवत् न इति न अन्यवत् इति परिभाषया तत्र इदानीं वयं चिन्तयितुं शक्नुमः. तत्र त्रि एव अस्ति, अतः त्रीणाम् इति अस्ति. इदानीं त्रि इव नाम इति अस्ति, तदा तस्य स्थाने चतुरोः स्त्रियां तिसृचतुस्रि इति सूत्रेण तिसृ इति भवति. तिसृ यदा तिसृ भवति तदा अजन्ताङ्गस्य दीर्घादेशः भवति, इदानीं दीर्घादेशः भवति इदानीं दीर्घादेशः भवेत् चेत् न तिसृचतुस्रि इत्यस्य बाधकसूत्रस्य प्रसक्तिः भवति. अनेन अस्य सूत्रस्य व्यर्थता वारिता इति दृष्टमस्ति. परन्तु यदा वयम् अर्थनिमित्तकत्वं स्वीकृतं चेत् तिसृ इति आदेशः अपेक्षया त्रयादेशः इति अन्तरङ्गमस्ति, अतः तस्य अन्तरङ्गम् अस्ति तयारीति एव. तिसृ आदेशस्य नामि इत्यनेन दीर्घादेशः अपि अन्तरङ्गम्, अतः त्रयाणाम् अत्र अन्तिमपरिच्छेदः किञ्चित् भवती एव वदतु भगिनी, नाम किञ्चित् भ्रमः अस्ति मम. तत्र वयं चिन्तयामः दीर्घादेशः कृत्वा तत्र निषेधमपि दीर्घबाधकसूत्रं सर्वम् आगच्छति इति चिन्तयामः. यदा वयम् अत्र किमस्ति एकदेशविकृतम् अनन्यवत् इति परिभाषया एतावता वयम् अस्माकं चिन्तनं किं भवति, न तिसृ चतस्र इत्यस्य व्यर्थता मा भूत् इत्येव अस्माकं चिन्तनं. तदा भवति वा इति चेत्, यदा वयम् अर्थनिमित्तिकत्वम् इति स्वीकुर्मः चेत् तत्र अन्तरङ्गं बहिरङ्गम् इत्यस्य चिन्तनस्य अवसरः पुनः आगच्छति. तिसृ आदेशस्य अपेक्षया यदा त्रयादेशः इति अन्तरङ्गम् इति स्वीकृतं किल, ततः एव तत्र त्रयस्त्रयः इति सूत्रस्य प्रसक्तिः सर्वम् आगच्छम्. तादृशरीत्या एव इदानीं किं भवति, नामी इति अन्तरङ्गं भवति, दीर्घादेश इति यद् दीर्घादेशः भवति तदेव अन्तरङ्गं भवति. किमर्थम् इत्युक्ते तत्रापि अर्थनिमित्तकं किमपि नास्ति. नामी इदानीं तयोः मध्ये बलाबलचिन्तनम् इत्युक्ते नामी, अनन्तरम् अस्माकं तद् सूत्रं किल, किं तिसृ क्षम्यता, किं सूत्रं तत् त्रिचतुरो स्त्रियां तिसृ चतस्र द्वयोः मध्ये बलाबलं तत्र नामी इति अन्तरङ्गसूत्रं किमर्थम् इत्युक्ते तत्र अर्थ अर्थनिमित्तिकं किमपि नास्ति, अतः तदेव तस्य एव प्रसक्तिः भवति इदानीम्। अतः त्रयाणाम् इति दीर्घानन्तर दीर्घः भवति, परन्तु इदानीं दीर्घानन्तरमपि लक्ष्ये लक्षण्यायेन इत्युक्ते लक्ष्ये लक्षय क्षम्यतां लक्षणन्यायः, लक्षणम् इत्युक्ते अस्माकं सूत्रं, तद् पुनः न आगच्छति। एकस्मिन् स्थले तस्य कार्यं पूर्वं जातं, दीर्घादेशः इति वयं पूर्वमेव कृतं किल नामी इत्यनेन, त्रय त्रि नाम तत्र ह्रस्व नद्यापो नोट् त्रयाणाम् इति कृतं, पुनः तस्य तस्मिन्नेव स्थले तद् पुनः न आगच्छति कार्यं कर्तुं, तदेव लक्ष्ये लक्षणन्यायः इति। एकस्मिन् लक्ष्ये, लक्ष्ये इत्युक्ते अस्मिन् सन्दर्भे स्थले, लक्षणं नाम सूत्रं सुकृदेव भवति, एकवारमेव तस्य कार्यं भवति, पुनः पुनः एकस्मिन् स्थले तस्य कार्यं न भवति, अन्यस्मिन् स्थले सर्वदा भवितुम् अर्हति। यदा वयं सन्धिसूत्राणि पश्यामः चेत् एकस्मिन् स्थले एकवारम्, अन्यस्मिन् स्थले अनन्तरं पुनः भवति, परन्तु एकस्मिन् स्थले एकं सूत्रम् एकवारमेव तस्य कार्यं भवति। अतः नामी इति कार्यं तु जातं पूर्वमेव, तद् पुनः तस्मिन्नेव स्थले आगत्य तस्य दीर्घादेशः न भवति, तावदेव वदति। अनन्तरं वदतु महोदय, किमस्ति लक्ष्ये लक्षणन्याय इति सूचयति, एकस्मिन् लक्ष्ये लक्षणं नाम सूत्रम् एकवारं भवति पुनः, अतः पुनः न भवति, अतः तिसृचतुर्थ आदेशात् दीर्घादेशः न भवति। यदा दीर्घादेशः न भवति तर्हि न तिसृचतुर्थ इत्यस्य निषेधसूत्रस्य प्रसक्तिः एव व्यर्थं भवति, अतः अत्र निवारणार्थम् अर्थनिमित्तकत्वं न स्वीक्रियते, न त्यजामः इदानीम् अग्रे न भवति एव न तिसृचतुर्थ एता यदा वयं स्थानिवत् भावः किमपि स्वीकृत्य एकदेशविकृतम् अनन्यवत् इति सर्वं स्वीकृत्य कुर्मः चेदपि न तिसृचतुर्थ व्यर्थता एव भवति तस्य सूत्रस्य। किमर्थम् इत्युक्ते नामी पुनः न आगच्छति कार्यं कर्तुं, लक्ष्ये लक्षणन्यायेन तस्य दीर्घादेशः यद् पूर्वं कृतं पुनः तस्मिन्नेव स्थले तस्य कार्यं पुनः न भवति, पुनः न भवति चेत् कस्य निषेधं करोति न तिसृचतुर्थ, अतः तदपि तस्य व्यर्थता भवति एव। अर्थनिमित्तिकत्वं स्वीकुर्मः चेत् न तिसृचतुर्थ इत्यस्य व्यर्थता भवति, अतः एव वयम् अर्थनिमित्तिकत्वं न स्वीकुर्मः, तावदेव तस्य सारांशः तावदेव। अर्थनिमित्तिकत्वं वयं किमर्थं न स्वीकुर्मः, तत्र स्वीकुर्मः चेत् तत्र अस्मिन् सन्दर्भे न तिसृचतुर्थ इति सूत्रस्य व्यर्थता भवति। अन्यस्मिन् स्थले वयं पश्यामः चेदपि एकं सूत्रस्य किमपि सूत्रम् एकं सूत्रं तद् व्यर्थता भवति तादृशं स्वीकुर्मः चेत्। अतः शब्दशास्त्रम् इति कृत्वा तत्र वयं शब्दस्य एव प्राधान्यं तदेव वदति, तावदेव तत्र किमर्थं न भवति इत्यस्य एव विषयः। तत्र किं भवति इति किमपि न उक्तम्, अन्तरङ्गत्वात् किं भवति इति न उक्तम्, अग्रे आगच्छति किं भवति इति, परन्तु एतावता अर्थनिमित्तिकत्वं स्वीकुर्मः वा संज्ञानिमित्तिकत्वं स्वीकुर्मः वा तद् न कार्यं न भवति, किमर्थं न भवति इति निरूपितं तत्र, तावदेव। अवगतं वा? महोदय राजेन्द्रमहोदय स्पष्टम् अस्ति वा तत् इदानीं? भगिनि मया किञ्चित् पठनीयमस्ति अत्र, तत्र किमपि नास्ति महोदय, तत्र प्रथमपरिच्छेदे यद् अस्ति तद् वदति प्रक्रिया, सामान्यप्रक्रिया तिसॄणाम् इति रूपस्य प्रक्रिया प्रथमपरिच्छेदे, संज्ञा इत्यस्य उदाहरणं दृष्टम् इत्यस्मिन् परिच्छेदे अस्ति, तदेव मुख्यबिन्दुः। अन्य किम् अस्ति इत्युक्ते किमर्थं वयम् अर्थनिमित्तिकत्वं न स्वीकुर्मः तस्य निरूपणं तावदेव। तत्र शैली किञ्चित् दीर्घा अस्ति, परन्तु यदा वयं प्रक्रिया लिखामः तत्र किमपि बहु किमपि नास्ति, किमर्थं नास्ति तावदेव. एकवारं पश्यतु महोदय, अनन्तरं प्रश्नः अस्ति चेत् पृच्छतु, वयं पुनः कर्तुं शक्नुमः. आं भगिनि, अहं किं करोमि, कक्षा अनन्तरं निश्चयेन पठामि, तत्र किमस्ति तत् अवगन्तुं प्रयत्नं करोमि. अवश्यं महोदय, अस्तु अग्रे पठामः. एतत् एतत् परिच्छेदस्य अस्तु, तस्मात् एव अग्रिमपरिच्छेदः अपि अस्ति. अस्तु, विजया भगिनी इदानीं पठति वा? आं भगिनि, अत्र स्त्री अर्थः इति उच्यते, लिङ्गम् अर्थनिष्ठम् इति उच्यते. अकारान्तः पुल्लिङ्गः रामशब्दः इति यथा लिङ्गवत्वं वदामः व्यवहारे, तथा वस्तुतः लिङ्गम् अर्थनिष्ठम्. स्त्रीत्वं गुणः अस्ति, अनेन च शब्दः विशिष्यते. विशेष्यति इत्यस्मात् स्त्रीत्वम् अर्थनिष्ठम्. गुणानां साक्षात् निमित्ततया कथनं न सङ्गच्छते इति कृत्वा स्त्रीत्वविशिष्टव्यक्तिः एव निमित्ततया गृह्यते, अर्थः निमित्ततया न गृह्यते. इत्युक्ते विशेष्यता निमित्ततया न गृह्यते. अपरेषु स्थलेषु प्रदर्श्यते यत् विशेषणतया निमित्ततया गृह्यते, अर्थः सम्पूर्णतया परित्यक्तव्य तत्र इति न उच्यते. किन्तु निमित्तानां ग्रहणे विशेष्यता गुणः न गृह्याः. अपि च विशेष्यता गृहीतानि यानि निमित्तानि तानि एव अत्र ग्रहणाति ग्राह्यानि. इत्थं च गुणस्य यः आश्रयः सः एव निमित्ततया गृह्यते. तत्र वयं पूर्वमेव दृष्टवन्तः अर्थः इति उच्यते इति. तत्र अर्थनिमित्तिकत्वं लिङ्गम् उच्यते. अकारान्तपुल्लिङ्गः रामशब्दः यथा लिङ्गत्वं वदामः व्यवहारे, तथा वस्तुतः लिङ्गम् अर्थनिष्ठं. रामः इति शब्दः तत्र लिङ्गमेव तत्र सूचयति अर्थनिमिष्टिकेन. स्त्रीत्वं गुणः अस्ति, अनेन च शब्दः विशिष्यते. तत्र अर्थः नाम तत्र स्त्रीत्वं गुणः अस्ति, अनेन च शब्दः विशिष्यते. उदाहरणं चेत् तत्र तत्र स्त्रीत्वं गुणः स्वीक्रियते, अनन्तरं स्त्रीत्वम् अपि तत्र अर्थनिष्ठम् इति भवति. स्त्रीत्वम् इत्युक्ते तत्र त्वा इति प्रयोगेन तत्र स्त्रीत्वम् अर्थनिष्ठकम् इति अभवत्. गुणानां साक्षात् निमित्ततया कथनं च सङ्गच्छे इति कृत्वा स्त्रीत्वविशिष्टव्यक्तिः एव निमित्ततया तत्र स्त्रीत्वेन निमित्ततया कथनं चेत् तत्र विशिष्टव्यक्तिः एव अस्ति. अत्र व्यक्तिः एव तत्र स्पष्टतया रूपं निष्पन्नम्. व्यक्तिः इत्युक्ते अर्थः निमित्ततया न गृह्यते. तत्र भवती एव वदतु भगिनि. अस्तु, तत्र यदा वयं त्रिचतुरो स्त्रियां तिसृ चतस्र इति सूत्रं स्वीकुर्मः चेत् तत्र स्त्रीत्वं स्त्रीयाम् इति अस्ति, तत्तु सप्तमी विभक्त्याम् अस्ति. तत्र स्त्री इति अर्थः उच्यते, स्त्रीत्वविवक्षायाम् इति एव तत्र विभक्तिसंज्ञकप्रत्यये परे तिसॄणाम् इति रूपम् आगच्छति किल. स्त्रीत्वविवक्षा, स्त्रीत्वम् इत्युक्ते गुणः, स्त्री इति स्त्री इत्यस्य स्त्रीत्वम् इति गुणः सूचयति किल. तत्र वयं वदामः यदा वयम् अकारान्तपुल्लिङ्ग यदा लिङ्गम् इति वदामः चेत् किमपि न अवगन्तुं शक्नुमः, लिङ्गं तावदेव. यदा अकारान्तपुल्लिङ्गरामशब्दः इति वदामः चेत् तत्र पुल्लिङ्गं लिङ्गत्वं लिङ्गत्वं सूचयति, पुल्लिङ्ग इत्यनेन पुल्लिङ्गत्वं सूचयति. तादृशमेव अस्मिन् सन्दर्भे त्रिचतुरो स्त्रियां तिसृ चतस्र इत्यस्मिन् सन्दर्भे तत्र स्त्रियाम् इत्युक्ते स्त्रीत्वम् इति गुणः सूचयति. स्त्री इत्यस्मिन् स्त्रियाम् इत्यस्मिन् स्त्रीत्वम् इति गुणः अस्ति. यत्र यत्र वयं गुणः अस्ति इति वदामः तत्र गुणस्य आश्रयः कः? द्रव्यं. द्रव्यमेव गुणस्य आश्रयः. तत्र अत्र अपि स्त्रीत्वम् इति विशेषणमस्ति. स्त्रियाम् इति यद् सूत्रे अस्ति, सप्तमी विभक्त्यां निर्दिष्टम् अस्ति, तत् तु विशेषणमस्ति, अर्थनिष्ठम् अस्ति. अर्थनिष्ठम् इत्युक्ते अर्थस्य आश्रितः, अर्थ आश्रितः अर्थनिष्ठः अस्ति. तत्र विशेषणम् अस्ति चेत् विशेष्यमपि भवेत्. त्रिचतुरो त्रिचतुरः इत्युक् तदेव अस्माकं विशेष्यम् अस्ति अस्मिन् सन्दर्भे. अतः तद् तदपि सप्तमी विभक्त्यां निर्दिष्टम् अस्ति. अत्र विशेषणं यत् सप्तमी विभक्त्यां निर्दिष्टं स्त्रियाम् इत्यनेन यत्र स्त्रीत्वम् इति गणः सूचयति तद् निमित्ततया न स्वीकर्तव्या. किमर्थम् इत्युक्ते तत्र तद् अर्थः आश्रितः एव अस्ति, तद् निमित्तं नास्ति. तद् विषयसप्तमी अस्ति, निमित्तसप्तमी नास्ति. त्रिचतुरः स्थाने एव क्षम्यतां, तिसृचतस्र इति आदेशः भवति इति कारणेन यद् विशेषणरूपेण स्त्रीत्वम् इति अस्ति तद् निमित्तरूपेण न स्वीकर्तव्या इत्येव आशयः. निमित्ततया न स्वीकर्तव्या. किमर्थम् इत्युक्ते तद् अर्थनिष्ठम् अस्ति, अर्थ आश्रितः अस्ति. अस्मिन् सूत्रे त्रिचतुरः इति स्थानमस्ति, तत् निमित्तं नास्ति. एतावता अवगतं वा? तत्र विशेष्यं श्रीशब्दम् अस्ति, श्रीशब्दे अस्ति. अनन्तरं विशेषणं स्त्रीत्वे, स्त्रीत्वम् इति शब्दे अस्ति. तत्र लिङ्गं स्त्रीलिङ्गम् अस्ति, तत्र शब्दम् एव आश्रयम् अस्ति खलु भगिनि? अनन्तरम् उदाहरणरूपेण वदामः चेत् तत्र उन्नतः उन्नतबालकः इति अस्ति. तत्र औन्नत्यम् इति बालके अस्ति इति स्वीकुर्मः, तत्येव तत्र गुणः सूचयति. इदानीं तत्र स्त्री विशेष्यमस्ति शब्दे, अनन्तरं स्त्रीत्वं विशेषणं स्त्रीलिङ्गे शब्दे अस्ति, आश्रयमस्ति अत्र. अस्तु, तत्र सूत्रार्थः एवमस्ति, विभक्तिप्रत्यये परे त्रिशब्दस्य चतुर्शब्दस्य च स्त्रीत्वं द्योतयितुं तिसृ तथा चतस्र एतौ आदेशौ भवतः इति. अतः तत्र त्रिशब्दस्य चतुर्शब्दस्य इति स्थानी अस्ति, स्त्रीत्वम् इति विशेषणं, तिसृ चतसृ इति आदेशः, विभक्तिप्रत्यये परे इत्येव अस्माकं निमित्तमस्ति. विभक्तिप्रत्ययः यदा परे परः अस्ति चेत् त्रिशब्दस्य चतुर्शब्दस्य स्त्रीत्वं द्योतयितुं तिसृ चतसृ, स्त्रीत्वम् इति अस्माकं विवक्षा अस्ति चेत् तत् द्योतयितुं तिसृ चतसृ इति आदेशौ भवतः इत्येव पूर्णसूत्रमस्ति. अतः यत्र स्त्रियाम् इति विशेषणं विभक्तिप्रत्ययः परे परः इत्येव अस्माकं विशेष्यं, यत्र यत्र विशेषणं भवति तत्र विशेष्यम् अपि भवेत् किल. अतः अर्थस्य निष्ठः, अर्थस्य आश्रयः अस्ति विभक्तिप्रत्ययः. अवगतं वा? अतः तद् न स्वीकर्तव्यम्. अर्थविशेषणं स्त्रियाम् इति यत् अर्थनिष्ठम् अस्ति तद् निमित्ततया न स्वीकर्तव्यम्. निमित्ततया विभक्तिप्रत्ययः एव अस्माकं निमित्तं. यदा विभक्तिप्रत्ययः यद् स्त्रीत्वं द्योतयति तद् परे अस्ति चेत् तत्र तिसृ चतसृ इति आदेशः भवतः. तावदेव, तत्र तदेव स्वीकर्तव्यं, तदेव अस्य कथनस्य आशयः अत्र. अवगतं वा? अस्तु भगिनि, अग्रे पठामि वा? सम्यक् न अवगतं भगिनि. पुनः एकवारं वदतु महोदय. स्त्री इति निमित्त स्त्रीत्वविवक्ष स्त्रीत्व इति वयं न स्वीकुर्मः चेत् कथं भवति? न स्त्रीत्वम् इति न स्त्रियाम् इति अर्थनिमित्तं न स्वीकुर्मः तावदेव. तत् स्त्रियाम् इति अर्थनिमित्तकत्वेन न स्वीकुर्वन्, तदेव भवतः प्रश्नस्य उत्तरमेव तत्र अस्मिन् परिच्छेदे अस्ति. न सर्वदा न स्वीकरोतु इति अस्ति चेत् तद् त्यजामः इति नास्ति. स्त्री इति वयं त्यजामः चेत् तत्र तिसृ इति रूपमेव न आगच्छति किल. अस्माकं विवक्षा तु स्त्री, स्त्रीत्वम् एव अस्ति. स्त्रीत्वम् इति गुणः अस्ति, तद् स्वीकर्तव्यम्. स्त्री इति तद् निमित्तरूपेण न स्वीकर्तव्यं, विषयरूपेण, विषयसप्तमी स्त्रीत्व विवक्षायां विषयसप्तमी अस्ति, विषयमस्ति परन्तु निमित्तं नास्ति. साक्षात् स्त्री इति शब्दः परः अस्ति चेत् इति नास्ति. समीचीनं, स्त्रीत्वम् इत्युक्ते विभक्तिप्रत्ययः एव. समीचीनं, तदेव वदति. तत् स्वीकर्तव्यं, वयं पूर्णतया तद् न त्यजामः. त्यजामः चेत् रूपं न आगच्छति किल. तत् तस्य अर्थः एतादृशः, विषयसप्तमी रूपेण स्वीकर्तव्यः, निमित्त रूपेण न स्वीकर्तव्यः, तदेव विषयम्. यदा वयं पूर्वस्मिन् परिच्छेदे दृष्टवन्तः किल अर्थनिमित्तकत्वं न स्वीक्रियते इति, अतः पुनः प्रश्नः आगच्छति किल अर्थनिमित्तकत्वं न स्वीक्रियते चेत् स्त्री इत्यस्य तत्र किमपि आवश्यकता किं? त्रिचतुरो स्त्रियां तिसृ चतसृ इत्यस्मिन् सूत्रे स्त्रियाम् इति अस्ति, तस्य आवश्यकता का, किमर्थम् इति प्रश्नः आगच्छति पुनः. तत्र स्त्री इति अर्थः इति वयं जानीमः. स्त्रियाम् इति विवक्षा अस्ति, मम विवक्षा स्त्रीत्वविवक्षायाम् अहं तिसृणां, तिसृणामेव किल, आम् तिसृणाम् इति रूपं साधनीयं, मम विवक्षा अस्ति इत्युक्ते तत्र स्त्रीत्वविवक्षायां विभक्तिसंज्ञकप्रत्यये परे, विभक्तिसंज्ञकप्रत्ययः परः इत्येव मम निमित्तमस्ति. स्त्रियाम् इति विषयसप्तमी, स्त्रियां द्योतयितुं, स्त्रीत्वं द्योतयितुं, स्त्रीत्वम् इति, स्त्रीत्वम् इत्युक्ते किम् इत्युक्ते तद् गुणः. गुणस्य आश्रयः सर्वदा द्रव्यमेव भवति, तद् वयं जानीमः. स्त्रीत्वम् इति गुणः, तस्य आश्रयः किं? स्त्री, स्त्री इति अस्माकं विवक्षा अस्ति चेत् तत्र विभक्तिसंज्ञकप्रत्यये परे. विभक्तिसंज्ञकः एव अस्माकं निमित्तं भवति, न तु स्त्रियाम् इति. स्त्रियाम् इति विषयसप्तमी, तस्मिन् विषये इति अस्ति. अरुणा भगिनी इदानीम् अवगतं वा? किं न अवगतवती इति, किं न अवगतवती इति वदतु, तद् अहं स्पष्टीकरोमि. अत्र त्रिचतुरो स्त्रियां तिष्ठ चतुष्ट इति सूत्रे अत्र कार्यं किं भवति, तिष्ठ तत्र स्त्रियाम् इति एकं स्त्रियाम् इति एकं पदमस्ति किल, स्त्रीलिङ्गविषये प्रत्यय आगच्छति. तावदेव तावदेव स्त्रीलिङ्गविषये इति भवती उक्तवती किल, तद् विषयसप्तमी अस्ति, तद् निमित्ततया न स्वीकर्तव्या, तावदेव वदति तस्मिन् परिच्छेदे. निमित्तं नास्ति. स्त्री इति एकं पदं, त्रियोगः स्त्री इति पदं प्रत्ययरूपेण आगच्छति, तादृशं नास्ति, तावदेव वदति. तस्य तद् विषयसप्तमी, तद् विषयसप्तमी स्त्रीत्वविवक्षायां, स्त्रीत्वं द्योतयितुं विभक्तिप्रत्ययः परे अस्ति चेत् तत्र त्रिशब्दस्य चतुर्शब्दस्य आदेशः भवति, तावदेव वदति. अवगतं. किमर्थम् एतादृश एषः परिच्छेदस्य, एतस्य परिच्छेदस्य आशयः कः इत्युक्ते, पूर्वस्मिन् परिच्छेदे उक्तम् अस्ति अर्थनिमित्तिकत्वं न स्वीक्रियते. अर्थनिमित्तिकत्वं न स्वीक्रियते चेत् अत्र स्त्रियाम् इति पदस्य को लाभः इति प्रश्नः आगच्छति किल. तत्र यद्यपि स्त्रियाम् इति अस्ति, तद् विषयसप्तमी अस्ति, तद् अर्थनिष्ठमस्ति, तद् निमित्तरूपेण न स्वीकर्तव्या, निमित्ततया न गृह्यते, परन्तु विषयसप्तमी रूपेण, तस्मिन् विषये इति रूपेण तद् स्वीकुर्मः. विशेष्यमेव निमित्तरूपेण स्वीकुर्मः. विशेष्यम् अस्मिन् सन्दर्भे विभक्तिसंज्ञकः, विभक्तिसंज्ञकप्रत्ययः, विभक्तिप्रत्ययः एव, तावदेव. धन्यवादः. आम् अस्तु. अरुणा भगिनी भवती एव पठतु अग्रिमपरिच्छेदः. तर्हि अग्रे प्रकृतविषये स्थानि स्योनशब्दः, स्योनशब्दप्रसङ्गौ कैटस्य प्राचीनानां वा मतं यत् यथा अर्थनिमित्तकत्वं भवति तथैव संज्ञानिमित्तकत्वं भवति. संज्ञा अपि एकं निमित्तं. नागेशः नवीनाः च एतत् न स्वीकुर्वन्ति. अर्थप्रसङ्गे ते वदन्ति स्त्रीत्वम् अर्थनिष्ठं भवति. स्त्रीत्वं न शब्दः. शब्दशास्त्रे शब्दस्य प्राधान्यं, गुणानां प्राधान्यं न. अर्थं न आश्रियते, शब्दः एव निमित्ततया आश्रियते. अतः स्त्रियामिति कथने अपि तत् निमित्ततया वक्तुं न शक्यम्. एवमेव नागेशः वदति यत् संज्ञा न शब्दः, अतः संज्ञा न निमित्तम्. अहं चिन्तयामि, अहम् अवगतं भगिनि. अत्र पूर्वपरिच्छेदे द्वे मते अस्ति, नागेशमहोदय कैटस्य मतं भिन्नम् अस्ति इति अहम् अवगतम्. आं भगिनि, कैटस्य वदति अर्थनिमित्तकत्वं भवति, यथा अर्थनिमित्तकत्वं भवति चेत् तदेव संज्ञानिमित्तकत्वमपि भवति इति. संज्ञा कार्यं न करोति, नामकरणमेव न भगिनि. तदेव वयम् इको यणचि इति सूत्रे दृष्टवन्तः किल. तत्र अचि इति संज्ञा अस्ति, यद्यपि अचि इति संज्ञा अस्ति चेदपि त तत्र वयं स्वराणामेव ग्रहणं कुर्मः, संज्ञी इत्यस्य एव ग्रहणं भवति इति दृष्टवन्तः किल, तदेव संज्ञानिमित्तकत्वं भवति इत्यनेन. संज्ञा अपि एकं निमित्तं, परन्तु नागेशः नवीनव्याकरणवैयाकरण वदति च एतत् न स्वीकुर्वन्ति. अर्थप्रसङ्गे ते वदन्ति स्त्रियाम् अर्थनिष्ठं भवति, स्त्रियत्वं न शब्दः. कथं तदे तदेव अहम् उक्तवती किल, अर्थप्रसङ्गे ते वदन्ति स्त्रीत्वम् अर्थनिष्ठं भवति, अर्थस्य आश्रयः भवति. स्त्रीत्वम् इति मम विवक्षा अस्ति चेत् तत्र विषयसप्तमी एव भवति, स्त्रीत्वं न शब्दः. स्त्रीत्वम् इति अत्र प्रत्ययः न अपेक्षितं, निमित्तरूपेण न अपेक्षितं, विषयरूपेण एव स्त्रीत्वं. तत् स्त्रीत्वं द्योतयितुं विभक्तिप्रत्ययः अस्ति, अतः एव तिसृणाम् इति रूपम् आगच्छति किल. पठतु भगिनि शब्दशास्त्रे. शब्दशास्त्रे शब्दस्य प्राधान्यं गुणानां प्राधान्यं न, अर्थः न आश्रयते शब्दः, न आश्रयते शब्दः एव निमित्ततया आश्रयते. अतः स्त्रियाम् इति कथने अपि तत् निमित्ततया वक्तुं न शक्यम्. एवमेव नागेशः वदति यत् संज्ञा न शब्दः, अतः संज्ञा न निमित्तम्. कैटय्य महोदय वदति संज्ञा अपि स्वीकरणीयं, परन्तु नागेश वदति अर्थ न आश्रयते शब्द एव निमित्तम् इति. ततः यत् संज्ञा शब्दः नास्ति इति वदति आं भगिनि, संज्ञा न निमित्तं शब्दस्य एव प्राधान्यं, तावत् शब्दः एव स्वीकरणीयः. संज्ञा वा संज्ञा वा अर्थनिमित्तकत्वं वा न भवति इत्येव. अत्र अस्माकं प्रकृतविषयः अस्ति सिव्योगः न इति, तद् वयं यद् पूर्वं दृष्टवन्तः तिसृचतसृ तस्मात् पूर्वं वयं दृष्टवन्तः सिव्योगः न इति. तत्र त्रीणि सूत्राणि प्रसक्तानि इति अपि दृष्टवन्तः, तस्मिन्नेव विषये इदानीम् आगच्छति पुनः, तस्य रूपं वयं न साधितवन्तः, तदेव पुनः आगच्छति. अस्तु, श्रीवल्ली भगिनी आगतवती वा? आं भगिनि, नमस्ते. पठतु भगिनि. इण्टर्नेट् प्राब्लम् इश्यूस्, ऐ कुडन्ट् जायिन्. ओ भगिनि, तर्हि ततः परं नागेशस्य मतं भाष्यकारस्य च सिद्धान्तं मनसि निधाय शब्दरूपमेव ग्राह्य इति निश्चीयते चेत् यस्य शास्त्रस्य शब्दरूपनिमित्तम् अन्तर्भूतं भवति तत् अन्तरङ्गम्. तादृशनिमित्तानां समुदाये यस्य अन्तर्भावः वर्तते तत् अन्तरङ्गं, तत् अन्तर्भूतश्च बहुविधम्. तत्र नागेशस्य मतं भाष्यकार्यस्य च सिद्धान्तं मनसि निधाय शब्दरूपमेव ग्राह्यम्. अन्तरङ्गबहिरङ्गविषये शब्दनिमित्तीकृत्यम् एव अर्थं स्वीकृत्यम् इति निश्चीयते चेत् यस्य शास्त्रस्य शब्दरूपनिमित्तम् अन्तर्भूतं भवति, शब्दरूपनिमित्तमेव अन्तर्भूतं भवति इति चेत् तत् अन्तरङ्गं भवति. तादृशनिमित्तानां समुदाये यस्य अन्तर्भावः वर्तते तद् अन्तरङ्गं, तत् अन्तर्भूतस्य बहुविधम् इति. अग्रे अपि पठ शब्दरूपनिमित्तीकृतमेव अन्तरङ्गम् इति भवति. एतदाधारेण उपरि सिव्योग न इति स्थितौ संज्ञाकृतनिमित् गणनेन परिशीलनं न शक्यम्। शिव् इति संज्ञाकृत संज्ञाकृतनिमित्तगणनेन परिशीलनं न शक्यम्। किम् अर्थः भवति? न, यदा वयं पूर्वं शिव् योगः न इति उदाहरणं स्वीकृतवन्तः, प्रथमं यदा अन्तरङ्गस्य आरम्भे स्वीकृतवन्तः, तदेव पुनः तदेव पुनः निमित्तगणनेन परिशीलनं न शक्यम्। एतावता वयं निरूपितवन्तः किल, संज्ञाकृतनिमित्तं न भवति, आर्थकृतनिमित्तं न भवति, तद् न भवति। अग्रे नागेशः वदति यत् कृताकृतप्रसङ्गे यः विधिः भवति सः नित्यः इति कृत्वा छोः षुडनुनासिके च नित्यशास्त्रम्, यतोहि तस्य शिवयोगः न इति स्थितौ अपि प्रसक्तिः भुगन्तलघूपदस्य च इति अनेन गुणं कृत्वापि सेव् योगः न इति स्थितौ अपि छोः षुडनुनासिके च इत्यस्य प्रसक्तिः। किन्तु प्रथमं छोः षुडनुनासिके च भवति चेत् तदनन्तरं पुगन्तलघुपतस्य च भवति न वा इति अग्रे द्रष्टव्यम्। आं भगिनि, द्वे सूत्रयोः मध्ये छोः षुडनुनासिके च पुगन्तलघुपतस्य च इति सूत्रद्वयोः मध्ये किं सूत्रं प्रथमं भवति अनन्तरं भवति इति अग्रे द्रष्टव्यं। किन्तु नागेश, एकनिमिषं भगिनि, नागेशः वदति कृताकृतप्रसङ्गे यः विधिः भवति सः नित्यः इति भवति। नित्यसूत्रस्य नित्यं कृताकृते प्रसङ्गे अपि यः यः शास्त्रम् भवति तत् शास्त्रं नित्यं भवति। नित्य ऐ थिङ्क् नित्यसूत्रस्य अन्तरङ्गसूत्रं बलवत् भवति इति चेत् छोः षुडनुनासिके इति नित्यसूत्रं भवति, छोः षुडनुनासिके च पुगन्तलघुपदस्य च सूत्रमध्ययोः किं भवति इति अग्रे द्रष्टव्यम्। अग्रे आगच्छति पुनः, तस्मात् समयात् पश्यामः। भगिनी भवती एव वदतु, श्वोः षूडनुनासिके च इत्यस्य कार्यं किं, पुगन्तलघुपदस्य च इत्यस्य कार्यं किम्? श्वोः षूडनुनासिके च इति सूत्रेण तुक् सहितचकारः वकारः अदन्त अदे अङ्गस्य अन्त्य इति चेत् अनुनासिके प्रत्यय परे अनुनासिकादि प्रत्यये परे तुक्सहितचकारस्य स्थाने षकार आदेशः, वकारस्थाने ऊट् आदेशः भवति। अनुनासिके च इति च इति क्वि प्रत्यये परे जलादिप्रत्यये परे अनुनासिके प्रत्यये परे छोः स्थाने शूड् आदेशः भवति। अस्मिन् प्रसङ्गे किं भवति? शिव् योगः न इति चेत् वकारान्तम् अङ्गम् अस्ति, वकारान्त अङ्गम् अस्ति चेत् वकारस्य स्थाने ऊट् आदेशः भवति, शिवु। निमित्तं किम्? निमित्तम् अनुनासिके च अनुनासिकादि प्रत्यये परे नकारः अनुनासिक अनुनासिकादि प्रत्यये परे। समीचीनं, पुगन्तलघुपदस्य इति चेत् पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति, पुगन्तलघुपदस्य च सिव् योगः इति उदाहरणे इकारः ह्रस्व लघुपः लघु उपधा अस्ति इकारः इति चेत् नकारः आर्धधातुकप्रत्ययः अस्ति, पुगन्तलघुपदस्य इति सूत्रेण सेव् इति भवति, गुणकार्यं भवति. समीचीनं समीचीनम्. अतः इदानीं पुगन्तलघुपदस्य च श्वोः षूडनुनासिके च द्वयोः मध्ये सङ्घर्षः किं भवति, विरतः किं भवति? नित्यसूत्रस्य प्रसक्तिः अस्ति, किन्तु श्वोः षूडनुनासिके इति नित्यशास्त्रं कथं, परन्तु कथं शिवयोगः न इति प्रथमपुगन्तलघुपदस्य च इति सूत्रं स्वीकृत्य सेव् इति भवति, अनन्तरमपि छोः षुड् अनुनाय किन्तु वकारः अङ्गस्य अन्तः वकारः अस्ति चेत् पुगन्तलघुपदस्य कार्य अनन्तरमपि छोः षुड् अनुनासिके च इति सूत्रस्य प्रसक्तिः अस्ति. अतः अतः नित्यसूत्रं भवति. इदानीं कार्यं भवति भवती कथं निर्णयं कृतवती पुगन्तलघुपदस्य कार्यम् इत्येव प्रथमं भवति इति? किमर्थं शोः षूडननासिके च प्रथमं न कृतवती? अन्तरङ्गसूत्रम् अत्र, किन्तु बहिरङ्ग अन्तरङ्गसूत्रस्य आधारेण अहं श्वोः षुड् अनुनासिके च इति प्रथमं भवति. नित्यसूत्रम् क्षम्यतां, नित्यसूत्रमपि नित्यसूत्रम् अस्ति चेत् नित्यसूत्रं प्रथमं भवति, परन्तु अत्र अन्तरङ्गबहिरङ्ग इति निर्धारणं न, परन्तु तत्र अन्तरङ्गबहिरङ्गस्य विषयः एव न आगतं किल भगिनि? निमित्तानि ओके, पुगन्तलघुपदस्य च निमित्तस्य अन्तरङ्गे न भवति चोको ओ अवकाशः नास्ति षुडनुनासिके च. कुत्र प्रथमं मम प्रश्नः तु छोः षुड् अनुनासिके च इति सूत्रं भवति भगिनि. कुत्र तत्र गुणः कृत्वा अपि सेव् न इति स्थितौ अपि छोः षुड् अनुनासिके इत्यस्य प्रसक्तिः इति लिखितमस्ति किल? मम प्रश्नः तत्र किमर्थं पुगन्तलघुपदस्य च प्रथमं कार्यं करोति शोः षूडनुनासिके न? तावदेव, अन्तरङ्गं बहिरङ्गम् इति मा चिन्तयतु, प्रथमं चिन्तनं किं भवेत् सर्वदा? प्रथमं पुगन्तलघुपदस्य च इति भवति इति राजेन्द्रमहोदय किं वदति, किमर्थं पुगन्तलघुपदस्य च प्रथमम्? अत्र भगिनी किम् अस्ति, अत्र शिवयोग यथा स्थितिः अस्ति तत्र पुगन्तलघुपदस्य तस्य कार्यं भवति चेत् न भवति, तथा तत्र षूड् अनुनासिके च सूत्रस्य प्रसक्तिः अस्ति पूर्वम् अपि अनन्तरम् अपि, यतोहि तत्र तस्य निमित्तं यः अस्ति उकारान्त अङ्गम् अस्ति, तत् अग्रे अनुनासिक प्रत्ययः अस्ति, तत्कारणात् तत्र पूर्वम् अपि च अनन्तरम् अपि तत्र तस्य प्रसक्तिः अस्ति, तत्कारणात् तस्य नित्यसूत्रं वदामः तम्. नित्यसूत्रं किं, श्वोः षूड् अनुनासिके वा पुगन्तलघुपदस्य? श्वोः षूड् अनुनासिके च नित्यसूत्रम् अस्ति पुगन्तलघुपदस्य अपेक्षया, यतोहि श्वोः षूड् अनुनासिके च तस्य कार्यं पुगन्तलघुपदस्य पूर्वमपि भवितुम् अर्हति अनन्तरमपि भवितुम् अर्हति, यथा यतोहि तत्र निमित्तानि तु सन्ति एव तत् समीचीनं. तद् भगिनी अपि उक्तवती महोदय, मम प्रश्नः भिन्नः. मम प्रश्नः इदानीं सूत्रद्वयमस्ति मम पार्श्वे, पुगन्तलघुपदस्य च श्वोः षूडनुनासिके, कथम् अहं निर्णयं करोमि कस्य सूत्रस्य प्रसक्तिः प्रथमम् इति? भगिनि त्वोः षुट् अनुनासिके च इति सूत्र अनन्तरं रूपम् इति शिवु इति भवति. अत्र लघु उपदा इति अस्य प्रसक्तिः न भवति. रघुपतिमहोदय किं वदति? पुगन्तरघुपतिः परसूत्रमस्ति तावदेव. तदेव मम प्रश्नः, सिम्पल् प्रश्नः, किमर्थं पुगन्तलघुपदस्य च प्रथमं कार्यं करोति? किमपि अहं कर्तुं शक्नुमः किल. प्रथमम् अस्माकं चिन्तनं सर्वदा पूर्वपर नित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरबलीयः. प्रथमं पूर्वपर एव, सर्वदा पूर्वपर सूत्रसङ्ख्या द्रष्टव्या प्रथमं. अतः पुगन्तलघुपदस्य च इत्यस्य कार्यं प्रथमम् अहं करोमि, अनन्तरम् अहं पश्यामि चोः षूडन्नासिके च इत्यस्य कार्यं भवति वा न वा इति. तत्र मम यदा इदानीं निर्णयः अहं कृतवती श्वोः षूडनुनासिके च पूर्वमपि कार्यं करोति परमपि कार्यं करोति, अतः नित्यसूत्रम्. अतः इदानीं पूर्व पर नित्य परस्य अपेक्षया नित्यबलवत्. इदानीम् अहं द्वितीयस्थले तृतीयं पूर्व पर नित्य तत्र अहम् आगतवती. तावत् आल्वेस् आर्डर्. अतः पूर्व पर नित्य नित्यपर्यन्तम् अहम् आगतवती. इदानीं मम प्रश्नः पुनः आगच्छति, यदा अहं श्वोः शूडनुनासिके च इति नित्यसूत्रमस्ति, तस्य कार्यं कृताकृतप्रसङ्गी किल, कृत अकृत. अतः श्वोः शूडनुनासिके च इत्यस्य कार्यं प्रथमं भवति चेत् पुगन्तलघुपदस्य च इत्यस्य कार्यं भवति वा न वा, तद् नित्यसूत्रं वा न वा इत्यपि परिशीलनीयं सर्वदा. टू वेस् इति वदामः किल, परिशीलनीयम् एव. अतः प्रथमं सूत्रसङ्ख्या द्रष्टव्या, अनन्तरं नित्यसूत्रम् इति यदा वयं निर्णयं कुर्मः तत्र न द्रष्टव्या. जस्ट् लैक् दट् यदा अहं वदामि तादृशं सूत्रस्य क्रमः अस्ति किल, तद् उपयोग तद् सर्वदा आवश्यकं. तावदेव तत्र. भगिनि इदानीं सूत्रं शोः शूडनुनासिके च इति पठतु. इत्यनेन चोः षुडनुनासिके च इत्यनेन अनुनासिकादिप्रत्यये परे वकारस्य स्थाने ऊट् आदेशः शिवु योगः न इको यनचि पुगन्तलघुपदस्य च इत्यनयोः द्वयोः प्रसक्तिः अस्ति. अत्र युगपत् द्वयोः सूत्रयोः प्रसक्तिः, इको अणिचि पुगन्तलघुपदस्य च. इको अणिचि इत्यनेन इकारस्य स्थाने एकारादेशः, पुगन्तलघुपदस्य च इत्यनेन उपदागुणः नाम इकारस्य स्थाने एकारादेशः. इमे द्वे सूत्रे एकत्र प्राप्ते अपि च अन्यत्र लब्धावकाशे अतः तयोः तुल्यबलविरोधः, तस्मात् विप्रतिषेधे परं कार्यम् इति अस्य प्रसक्तित्वात् पुगन्तलघ्युपदस्य च परत्वात् बलवत्. अपि च वार्णादाङ्गं बलीयः इति परिभाषया तस्य बलम्. अपि चोः षुडनुनासिके च इति सूत्रस्य सूत्रे शिवु योगः न इति भवति. तत्र इको यनचि पुगन्तलघुपदस्य च इति सूत्रद्वयोः प्रसक्तिः सह इति चेत् इको यनचि द्वयोः सूत्रयोः अन्यत्र लब्धावकाशः अस्ति. एकसमये अत्र प्राप्तिः अस्ति चेत् तुल्यबलविरोधः अस्ति, तस्मात् कारणेन विप्रतिषेधे परं कार्यम् इति अस्य सूत्रस्य इति अस्य प्रसक्तत्वात् पुगन्तलघुपदस्य च परत्वात् बलवत् भवति. अपि च वर्णादाङ्गं बलीयः इति परिभाषया तस्य बलम् इति परिभाषासूत्रं. वर्णात् अङ्गं बलीयः, वर्णात् अङ्गं बलीयः. समीचीनम्पदस्य च समीचीनं वर्णादङ्गं बलियः वर्णस्य भावः वर्णः वर्णकार्यस्य अपेक्षया अङ्गकार्यस्य बलम् अधिकम् अत्र पुगन्तलघुपदस्य च कीदृशसूत्रम् अस्ति कीदृशकार्यम् अत्र अङ्गाधिकारं समीचीनं वर्णकार्यम् अङ्गाधिकार अतः अङ्गकार्यस्य एव बलम् अधिकं सर्वदा बलम् वर्णादङ्गं बलीयः आम् आं भगिनि वदतु भगिनि अहं न अवगतं त्रि सि योग सि उ अत्र पुगन्तलघुपदस्य कार्यं कथं भवति अत्र उ इति एक वर्णः उपदा नास्ति भगिनि किमत्र पुगन्तलघुपदस्य च कुत्र कार्यं भवति सर्वदा किं भगिनि न पुगन्तलघुपदस्य च उपदावर्णः कः उपदावर्ण स्वरवर्ण अपि इकारः किल इकारः आं भगिनि पठन्तु अहं चिन्तितवती ऊ इति स्वर ततः उपदा प्रसङ्गः नास्ति इति अहं मन्ये उपदा इति उपदा वर्णः पुगन्तलघुपद सार्वधातुकार्धधातुकयोः इति भवती चिन्तयति सम्यक् एव तदपि तस्यापि प्रसक्तिः अस्ति तत्रापि चिन्तनं समानमेव आगच्छति अग्रे आगच्छति यदा अन्ते इक् वर्णः अस्ति तस्यापि प्रसक्तिः अस्ति सार्वधातुकार्धधातुकयोः यदा तत्र अस्ति वयम् उपदावर्णः न पश्यामः इदानीं उदाहरणरूपेण स्वीकृतवन्तः तस्यापि प्रसक्तिः अस्ति पुगन्तलघुपदस्य किम् इति अहं लघु उपदायां लघु इक् वर्णः अस्ति सि इति ईकारः तदेव तद् अग्रे आगच्छति यदा आगच्छति प्रायः स्पष्टं भवति अस्तु राजेन्द्रमहोदय पठति वा आम् आम् अत्र युक्तद्वयोः सूत्रयोः प्रसक्ति अग्रिमपरिच्छेदः अग्रिम शिवयोगन इति इको यञ्चि इत्यस्मिन् उकारः निमित्तं पुगन्धलघुपदस्य च इत्यस्मिन् न इति आर्धधातुकप्रत्ययः निमित्तं नाम गुणस्य निमित्तं न प्रत्यया पर्यन्त समुदायः यन् आदेशस्य निमित्तम् उकारः एव स च उकारः न प्रत्यय पर्यन्तसमुदायस्य अन्तर्भूतः न च अत्र सि उ समुदायाय अपेक्षया बहिर्भूतः इको यञ्चि इति शास्त्रस्य निमित्तं उपगन्धपदश्च इत्यस्य निमित्तस्य अन्तर्भूतम् इति कारणतः इको यञ्चि अन्तरङ्गशास्त्रम् अन्तरङ्गत्वात् उपगन्धपदस्य च इति शास्त्रम् असिद्धं पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाष्या इको यञ्चि इत्यस्य प्रवर्तने प्रवर्तनप्रसङ्गे पुगन्ध उपदस्य च इत्यस्य अस्तित्वम् एव नास्ति अत्र शुयोगना यथा एकवारं चुषुर् अनुनासिके च तस्य कार्यम् अभवत् तत्र स्यु तः स्यु भवति वकारस्थाने ऊट् उ आदेशः भवति स्युयोगना इति इको यञ्चि इत्यस्मिन् इत्यस्मिन् निमित्तं तु उकारः अस्ति यः स्यु अङ्गे यत् उकारः वर्णः अस्ति निमित्तं पुगन्धपदस्य च इत्यस्मिन् न यः प्रत्ययः अस्ति अनुनासिकप्रत्ययः अस्ति तस्य आर्द्रकप्रत्ययः अस्ति सः नकारः एव निमित्तम् अस्ति नाम गुणस्य निमित्तं न प्रत्ययपर्यन्तसमुदायः यान् आदेशस्य निमित्तम् उकारः एव गुणस्य प्रगुणकपदस्य च यः गुणस्य निमित्तम् अस्ति सः स न प्रत्ययः अस्ति तत्र पर्यन्तं समुदायः अस्ति वर्णसमुदायः अस्ति सि उ तत्र अस्ति परन्तु यन् आदेशस्य निमित्तम् उकारः एव अस्ति स च उकारः न प्रत्ययपर्यन्तसमुदायस्य अन्तर्भूतः स उकारः यः निमित्तम् अस्ति कोयञ्चीसूत्रस्य कृते स तु न प्रत्ययपर्यन्तसमुदायस्य अन्तर्भूतः अस्ति न च अत्र सि उ समुदाय अपेक्षया बहिर्भूतः नकारः तु तत् बहिर्भूतः अस्ति तत्कारणात् इकोयञ्चिशास्त्रस्य निमित्तम् इकोयञ्चिशास्त्रस्य निमित्तं पुगल उपदेशस्य च निमित्तम् इकोयञ्चिशास्त्रस्य निमित्तम् अन्तर्भूतं भवति पुगन्धोपदेशस्य शास्त्रस्य निमित्तं यः अस्ति तस्य अन्तर्भूतः भवति इति कारणतः इकोयञ्चि अन्तरङ्गशास्त्रमस्ति तत्कारणात् तत् अन्तरङ्गत्वात् पुगन्धलघु उपदेशस्य च तत् शास्त्रम् असिद्धं भवति यथा वयं परिभाषा पठितवन्तः पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरबलीयः अन्तरङ्गशास्त्रम् अन्यत् शास्त्रं बहिर्शास्त्रस्य अपेक्षया बलवत् भवति तत् कारणात् तत् इकोयञ्चि अन्तरङ्गशास्त्रम् अस्ति तत् तस्यैव प्रसक्तिः अस्ति पुगन्धोपदेशे च अस्तित्वम् एव नास्ति तत् असिद्धं भवति अन्तरङ्गशास्त्रस्य अपेक्षया बहिर्शास्त्रम् असिद्धं भवति तत् कारणात् इकोयञ्चि तस्य एव प्रसक्तिः अस्ति समीचीनम् इकोयञ्चि इत्यस्य प्रसक्तिः भूत्वा किं भवति इति प्रदर्शयतु महोदय अत्र प्रदर्शितमस्ति स्युयोगण इकोयञ्चि अत्र इकारः उकारः तत्र यन् सन्धिः भवति तत् य उ स्यु योगन्न अत्र सार्वधातुक आर्धातुक्योः अत्र उकारस्य गुणं भूत्वा स्योण इति शब्दः निष्पन्नः भवति यथा इष्टं रूपम् अस्ति स्योण इति रूपं तादृशमेव आगच्छति यदा वयम् इकोयणचि इति अन्तरङ्गशास्त्रम् इति स्वीकृत्य तत्र आगच्छति पूर्व उपस्थित निमित्तकम् अन्तरङ्गम् इत्यस्य प्रदर्शनमेव एतदस्ति एतद् उदाहरणं तस्मिन् विषये एव अस्ति यदा भगिनी उक्तवती किल तत्र सार्वधातुकार्धधातुकयोः अपि आगन्तुं शक्नुमः पुगन्तलघुपदस्य च इत्यस्य स्थाने परन्तु तत्रापि चिन्तनम् एतादृशमेव भवति तत्रापि सार्धधातुकार्धधातुकयोः इति बहिरङ्गशास्त्रं भवति इकोयणचि इत्येव अन्तरङ्गशास्त्रं भवति तत्र वर्णसमुदायः ई उ इत्येव इकोयणचि इत्यस्य वर्णसमुदायः तद् अन्तर्भूतः अस्ति ई उ न इति बहिरङ्गशास्त्रम् अस्ति पुगन्तलघुपदस्य च इति स्वीकरोतु वा अन्यत् किमपि सूत्रेण अतः तत्र तस्य कार्यमेव भवति इकोयणचि इत्यस्य एव कार्यं भवति अवगतं भगिनि अत्र इदानीं सिवु योग न इति अस्ति इदानीं वयं दृष्टवन्तः सि इकार उकार समीपे अस्ति इदानीं पुगन्तलघुपदस्य दूरे अस्ति इति वयं दृष्टवन्तः अतः तत् बहिरङ्गं भवति एतत् अन्तरङ्गम् इति पूर्व उपस्थितनिमित्तकम् इदानीं तथैव तेन आधारेणैव वयं सार्वधातुक आर्धातुकयोः इति अपि वक्तुं शक्नुमः खलु न इति अस्ति उ इति समीपे अस्ति खलु समीपे दूरे इति एकं तदेकं तदपि एकः प्रभेदः अस्ति अन्तरङ्गशास्त्रस्य, एकः अन्यप्रभेदः अस्ति समीपे स्थानस्य, समीपे स्थानस्य दूरे इति. अत्र पूर्व उपस्थितनिमित्तकम् अन्तरङ्गम् इत्यत्र किं भवति इत्युक्ते समुदायरूपेण स्वीकृतवन्तः. ई उ न इति एकः समुदायः, अनन्तरं तदेव अस्माकं पुगन्तलघुपदस्य च इत्यस्य समुदायः ई उ न इति. परन्तु इको यणचि इत्यस्य समुदायः ई उ एव. तद् ई उ न इति समुदायस्य अन्तर्भूतम् अस्ति. यदा वयं डायग्राम् निर्मामः चेत् तत्र अन्तर्भूतः अस्ति. अतः पूर्व उपस्थितं निमित्तकम् अन्तरङ्गं पूर्वमेव उपस्थितम् अस्ति तावदेव. तद् भवान् यद् वदति तदपि एकः विधः अस्ति, स्थानिनः पार्श्वे भवतु इति. अत्र अस्माकं स्थानी किम्? इकारः किल, इको एणचि पुगन्तलघुपदस्य च, द्वयोः मध्ये स्थानी समानं भवेत्. तत्र ततः एव ते अत्र पुगन्तलघुपदस्य च स्वीकृतवन्तः. सार्वधातुकार्धधातुकयोः किमर्थं न स्वीकृतवन्तः इत्युक्ते स्थानी भिन्नं भवति किल. भगिनि अत्र एकं तु अन्यदेकमस्ति मम सन्देहः, यदा सि उ इति भवति किमर्थं वयं पुनः पुगन्तलघुपदस्य इत्यस्य विचारं कुर्मः? तस्य इदानीं तस्य अपेक्षया सार्वत्रिकयोः एव भवति खलु, तस्य प्रसक्तिः न भवति खलु. इदानीं किमर्थं वयं तस्य विषये इदानीं विचारं कुर्मः? सि उ इति आगतम्, इदानीं पुगन्तलघुपदस्य किमर्थं सार्वत्रिकयोः प्रसक्तिः भवति इति इदानीं न न तत्र इको एणचि इत्यस्य स्थानी किम्? इको एणचि स्थानी उ इति अस्ति, पुगन्तलघुपदस्य च इत्यस्य स्थानी किम्? इकारः. तत्र एव सङ्घर्षः भवति किल महोदय, स्थानी समानमस्ति चेदेव सङ्घर्षः किल. न न पुगन्तलघुपदस्य इति सूत्रं किं कदा भवति? यदा इगन्त नास्ति, इगन्त इकवर्ण नास्ति, उपादायम् इकवर्ण अस्ति, लघु इकवर्ण अस्ति इति. इदानीं स्थितिः अस्ति अन्ते अङ्गस्य अन्ते इकवर्ण अस्ति, अतः किमर्थं पुगन्तलघुपदस्य इति सूत्रस्य चर्चां कुर्मः वयं? न न तत्र पुगन्तलघुपदस्य च कदापि न भवति, कदापि न वदति अन्ते इक्वर्णः मास्तु इति न वदति किल. पुगन्तलघुपदस्य लघु इक् उपादायाम् अस्ति चेत् गुणः भवति तावदेव वदति. तद् न वदति अन्ते इक्वर्णः मास्तु इति, निषेधं किमपि न करोति किल. तद् एकम्. अन्यद् सङ्घर्षः कदा भवति? सङ्घर्षः स्थानिनः एकत्र प्राप्तिः इत्येव वयं वारं वारं वदामः किल. तत्र एकत्र इति कुत्र? स्थानि तु इकारः भवेत्, तत्र इको एणचि पुगन्तलघुपदस्य च स्थानि समानं, तत्र एव सङ्घर्षः. भिन्नभिन्नस्थले भवति चेत् तत्र सङ्घर्षः नास्ति किल. तत्र सार्वधातुक अर्धधातुकयोः इत्यस्य स्थानं तु उकारः, तद् कदापि उपादायां तस्य कार्यं कदापि न भवति, अन्ते एव भवति. तत्र स्थानी भिन्नम् अस्ति चेत् तत्र किमपि सङ्घर्षः न भवति किल. तद् आगत्य कार्यं कृत्वा गच्छति तावदेव. अन्यत्र अन्यत्र वयं वदामः किल, अन्यत्र अन्यत्र भवति, इण्डिपेण्डेण्ट्लि कार्यं भवति एव. यदा अस्माकं चिन्तनं सङ्घर्षस्य विषये अस्ति, अतः समानस्थलम् अस्ति चेत् इको एणचि पुगन्तलघुपदस्य च, तस्य तयोः कार्यं भवति वा न वा इति चिन्तनं तावदेव. न भवति इति अपि निर्णयं कृतवन्तः किल. तर्हि इदानीं सि अवगतं किल? एकवारं पुनः पठतु महोदय. तत् बहु सरलमेव अस्ति, किमपि क्लेशः नास्ति. किञ्चित् लेखनशैल्यामेव किञ्चित् दीर्घवाक्यं तावदेव, परन्तु ब्रेक् कृत्वा पठति चेत् बहु सरलमेव अस्ति. ममापि प्रथमवारं यदा पठितवती बहु भ्रमः जातः, भयमेव भीतिः एव जाता, परन्तु इदानीं यदा अहं पठामि एतत्तु बहु रुचिकरमपि अस्ति. अहं तदपि वदामि, एकवारं पठितवान् आसीत्, बहु क्लिष्टकरा आसीत्, परन्तु न ब्रेक् कृत्वा पठने अवगतवान्. अनन्तरं बहु समयानन्तरं पुनः इदानीं पुनः तदेव यदा पूर्वस्थितिः अस्ति पठतु. एतद् न आगच्छति. यदा वयं प्राक्टिकल् इति यदा वदामः किल, एतत्तु थियरी एव अस्ति, सिद्धान्तः एव अस्ति. यदा वयं तस्य उपयोगं कुर्मः, कुत्र अन्तरङ्गं भवति वा बहिरङ्गम् इति उपयोगम्, इदानीम् अस्माकं कृते विप्रतिषेधे परं कार्यं सरलमस्ति, पूर्वत्र असिद्धं सरलमस्ति, नित्यसूत्रमपि बहुवारम् आगच्छति, तदपि सरलं भवति. परन्तु एतद् अन्तरङ्ग बहिरङ्गं बहु विरलतया एव तस्य कार्यं भवति. यदा वयम् उदाहरणं दृष्ट्वा तत्र परिशीलनं वारं कुर्मः चेत् सरलमेव भवति. बहु किमपि नास्ति, अर्थनिमित्तिकत्वं नास्ति, संज्ञानिमित्तिकत्वं नास्ति, शब्दमेव प्राधान्यम् इदानीं वयम् अवगतवन्तः. तत्र इद पूर्व उपस्थितम् इत्युक्ते समुदायरूपेण स्वीकर्तव्यम्. ई ऊ न इति एकः समुदायः, तस्य अन्तर्भूतभावः ई ऊ इति इको एणचि, तदेव तस्य एव बलम् अधिकं, तस्य एव प्रसक्तिः. यदा तस्य प्रसक्तिः अस्ति चेत् पुगन्तलघुपदस्य च इति असिद्धं भवति, तावदेव. तद् नास्ति एव, इको एणचि इत्यस्य दृष्ट्या पुगन्तलघुपदस्य च नास्ति एव. पूर्वस्मिन् परिच्छेदे किम् उक्तवन्तः, वर्णादङ्गं बलीयः इत्यनेन पुगन्तलघुपदस्य च इत्येव अङ्गकार्यं, तस्य एव बलम् इति दृष्टवन्तः. इदानीम् अस्माकं दृष्टिः एव भिन्ना भवति, अन्तरङ्गं बहिरङ्गम् इति पश्यामः चेत् तावदेव. अस्तु, पठामः किञ्चित् पुनः पठामः चेत् अवगन्तुं शक्नुमः. अस्तु, महोदय पठितवान्. अस्तु, पुनः भवान् एव महोदय, रघुपतिमहोदय. अस्तु, अत्र ततः खलु, अत्र पूर्वोपस्थितिनिमित्तकत्वं, पूर्व उपस्थितिनिमित्तकत्वम् इति उच्यते. नाम लघु उपदगुणस्य निमित्तपेक्षया यणादेशनिमित्तं पूर्वोपस्थितम् अस्ति. लघु उपदगुणस्य निमित्तं न प्रत्ययः, न इति प्रत्ययः. तदेपेक्षया ऊकारः पूर्वं सि उ न, सि उ इति पर्याप्तं भवति यणादेशस्य कृते. किन्तु सि उ न अपेक्षते लघु उपदगुणं प्रति. अतः पुगन्तलघु उपदस्य च इति शास्त्रनिमित्त अपेक्षया यण् आदेशशास्त्रस्य निमित्तं पूर्वमुपस्थितम्. अनेन पूर्वोपस्थिति स्थितनिमित्तकत्वम् इति. अत्र पूर्वोपस्थितनिमित्तकत्वं किम् इति दत्तमस्ति. पुगन्तलघुपदस्य इति सोरि इको एणचि इत्यस्य निमित्तकत्वं पूर्वमस्ति. सि इकार उकार पुगन्तलघुपदस्य च इति सूत्रस्य अपेक्षया, पुगन्तलघुपदस्य इति सूत्रस्य कृते सि उ न इति अपेक्षते, परन्तु यणादेशे कृते सि उ एव पर्याप्तम्. अतः तस्य पूर्वोपस्थितनिमित्तकत्वम् इति अस्ति. अतः तस्य कार्यं भवति, तस्य कार्यमेव भवति. अग्रे अपि पठतु महोदय. अग्रे, अधुना पुनः अवलोकनीयं यत् सीयोग न इति मूलसितौ यत्र द्वयोः सुप्रयोः प्रसक्तिः चोः शूडनाशके च उगन्तरगुभस्य अधुना एव ज्ञातं यत् सि उ न इको एणचि पुगन्तलघुभस्य च इत्यनयोः मध्ये इको एणचि इति अन्तरङ्गशास्त्रं यस्मात् पुगन्तलघुभस्य इति शास्त्रम् असिद्धम्। अनेन ज्ञायते यत् सि योगन्न इति स्थितौ पुगन्तलघुभस्य च नित्यं नास्ति यतोहि चोः शुडानशके च इत्यनेन सीवु योगन्न इति भवति चेत् तदानीं पुगन्तलघुभस्य च इत्यस्य प्राप्तिर्नास्ति। तस्मात् उच्यते यत् सीव् योगन्न इति स्थितौ नित्यत्वात् चोः शुडानशके च इति इत्यस्य प्राप्तिः भवति। अस्तु, अत्र सीवयोगना इति मूलस्थितिः अस्ति। इदानीं चोः शूडानचके च चोः शूडनाचके च अपि च पुगन्तलघुभस्य इति इदानीं सि सि उ इति भवति, अनन्तरं इकोणचि पुगन्तलघुभस्य इत्यनयोः मध्ये इकोणचि इत्यस्य एव अन्तरङ्गशास्त्रम्, अतः पुगन्तलघुभस्य इति असिद्धं भवति। इदानीं सीवयोग न इति अस्ति चितौ पुगन्तलघुभस्य इति नित्यशास्त्रं नित्यशास्त्रम् इति वयं दृष्टवन्तः, परन्तु चोः शुडानस्य इत्यनेन सीवु इति भवति भवति चेत् तदानीं तद् नित्यं न भवति इति वयं द्रष्टुं शक्नुमः। किमर्थमिति चेत् तत्र प्रसक्तिः एव न भवति, इदानीं सि उ इति भवति, अतः तद् नित्यं नास्ति इति सीव् शूडानस्य चोः शूडानस्य च इत्यस्य इत्यस्य प्राप्तिः इति स्थितिः इदानीं यद्यपि पूर्वं दृष्टवन्तः। तत्र एकः प्रश्नः आगतः किल, यदा वयं प्रथमं परिशीलितवन्तः पुगन्तलघुपदस्य च श्वोः शूडनुनासिके च इत्यनयोः कस्य किं सूत्रं नित्यम् इति, तत्र श्वोः शूडनुनासिके च इति निर्णयं कृतवन्तः। श्वोः शूडनुनासिके च इत्येव पूर्वमपि भवति परमपि भवति इति, परन्तु तत्र वयं पुनः तत्र प्रश्नः आगच्छति, तत्र पुगन्तलघुपदस्य च नित्यसूत्रं वा न वा, तस्य कार्यं पूर्वमपि भवति वा परमपि भवति वा इति, तस्य उत्तरम् इदानीम् अन्तिमपरिच्छेदे। यद् प्रश्नः पूर्वम् आगतः तस्य उत्तरम् इदानीं तादृशं नास्ति, पुगन्तलघुपदस्य च इत्यस्य नित्यत्वं नास्ति, तद् तस्य कार्यं पुनः कृताकृतप्रसङ्गी किल, तत् तस्य कार्यं पुनः न आगच्छति। यदा श्वोः शूडनुनासिके च कार्यं करोति तत्र पुनः पुगन्तलघुपदस्य च इत्यस्य प्राप्तिः एव न भवति। किमर्थम् इत्युक्ते वकारः इदानीं तस्य लोपः तु जातः, तत्र किमपि उपदावर्णः एव नास्ति किल, अतः तद् नित्यं नास्ति इति निर्णयम्। इकोयणचि तु वयं जानीमः किल, बहुवारं पठितवन्तः, अतः अग्रे सरामः। इकोयणचि सूत्रस्य विवरणमेव अस्ति, अग्रिममस्ति अपरनिमित्तिकम् अन्तरङ्गम् इति। तत्र यद् परनिमित्तिकं वयं दृष्टवन्तः इदानीं पूर्वोपस्थितनिमित्तकत्वं यदि यत् दृष्टवन्तः तत् इदानीं तस्य अत्र अपरनिमित्तकम् अन्तरङ्गम् इति तस्य विपरीतम् इति वदामः, नै तत्पुरुषसमासः, यत्र निमित्तमेव नास्ति परे, तादृश अन्तरङ्गम् इति। एतदपि किञ्चित् सरलमेव, तत् पठित्वा अद्य समापयामः। विजया भगिनी पठति वा? आं भगिनि, अपरनिमित्तिकम् अन्तरङ्गं यस्य शास्त्रस्य परं निमित्तं नास्ति तत् अपरनिमित्तिकं भवति। आदेश उपदेशे अशिति इति सूत्रेण आत्वं भवति, तत्र अशिति इत्यनेन आत्व प्रतिषेधः नाम शितिकार्यं न भवति, तथा च उपदेशे एजन्तस्य धातोः आत्वं भवति कस्मिन् पदे इति चेत् किमपि न उक्तम्। एवं रीत्या यस्य शास्त्रस्य परनिमित्तं किमपि नास्ति तत् अपरनिमित्तिकम् अस्ति। तत्र अपरनिमित्तिकत्र अन्तरङ्गमिति शास्त्रस्य परनिमित्तिं परनिमित्तं नास्ति तत् अपरनिमित्तिकं भवति। परनिमित्तिकं नास्ति चेत् तत्र नञ्ज तत्पुरुषेण तत्र अपरनिमित्तिकमिति रूपं भवति, रूपं तत्र स्वीकुर्मः। आदे च उपदेशे अशीति इति सूत्रेण तत्र आत् विषये एव तत्र एतत् सूत्रं वदति आत्वम् इति। अशीति इत्यनेन आत्मप्रशय प्रतिषेधः नाम क्षम्यताम्, अत्र सूत्रमस्ति एकवारं पठतु भगिनि। आदेश उपदेशे अशीति इति अत्र अत्र देयं यत् अशित्वं भवेत् इति न उक्तम्। अशिति प्रत्ययपरे इति न उक्तं, शिति न भवति इति उक्तम्। अतः निषेधार्थः आदे च उपदेशे अशिति इत्यस्य प्रतिपादनार्थं वाक्यद्वयं वक्तव्यम्। प्रथमं वाक्यं क्षम्यतां विजया भगिनि, आदेश उपदेशे शिति इति सूत्रम् अस्ति किल, चतुष्टयं तद् सूत्रम् उपदेशे एजन्तस्य धातोः आत्वं न तु शिति। उपदेशे इत्यनेन औपदेशिकधातुनामे नाम एव प्रसक्तिः, न तु आतिदेशिकधातूनाम्। उपदेशे अवस्थायाम् एजन्तधातूनाम् अजन्तस्य एव स्थाने एचकस्थाने आत्वादेशक अशिति। येन विधि तदन्तस्य इत्यनेन तदन्तविधिः अलुन्तस्य इत्यनेन अन्त्यस्य अलकस्थाने अन्त्यस्य अलकस्थाने एच् इत्यनेन ए ऐ ओ औ ष इत् यस्य सः षित् न षित् अशित् तस्मिन् विषये अशिति नञ्ज तत्पुरुषः आत् प्रथमान्तम् एचक इति षष्ठ्यन्तम् उपदेशे सप्तम्यन्तम् अशिति सप्तम्यन्तम् अनेकपदमिदं सूत्रं लिटि धातोः अनभ्यास्यस्य इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् एषः धातोः आत् उपदेशे अशितिः। तत्र आदे च उपदेशे अशिति इति सूत्रं धातोः आत्वं भवति इति भवति खलु भगिनि, तत्र धातोः आत्वं भवति इत्युक्ते लङ् इति लङ् धातोः आत्वं भवति लङ् किमपि न उक्तं किल भगिनि, तद् मास्तु, कीदृशधातोः आत्वं भवति उपदेशे समीचीनम्, उपदेशे एजन्तस्य धातोः समीचीनं, न तु शिति इति दत्तमस्ति, तदेव अस्माकं विषयः अस्मिन् अपरनिमित्तिकम् अन्तरङ्गम् इत्यत्र न तु शिति इति यद् दत्तमस्ति तदेव अस्माकं विषयः अस्ति। तत्र किमपि न उक्तं, तत्र निमित्तरूपेण किमपि न उक्तं क्षितिपरे इति। साधारणतया वयं पश्यामः चेत् क्षितिपरे अथवा अस्माकं सार्वधातुक अर्धधातुकयोः इति पश्यामः चेत् सार्वधातुक अर्धधातुकप्रत्यये परे इति तादृशं सर्वदा भवति, परन्तु आदेश उपदेशे क्षिति इत्यत्र न तु क्षिति इति दत्तमस्ति, इत्युक्ते निषेधमेव करोति, क्षिति परः अस्ति चेत् आदेश उपदेशे क्षिति न तत्र तत् कार्यं न करोति इत्येव निषेधमेव करोति, परन्तु प्रत्ययः कः भवेत् इति किमपि न वदति. अतः एव अस्माकं निच् प्रत्ययः यदा स्वीकुर्मः तत्र अशित् अस्ति. अतः एव गैयोगः निच् इत्यत्र तत्र घा इति आदेशे उपदेशे शिति इत्यनेन घा भूत्वा अनन्तरं घापयति इति रूपम् आगच्छति. अन्यत्रापि सर्वत्र अन्यत्रापि कार्यं भवति, यत्र प्रत्ययः नास्ति तत्रापि आदेश उपदेशे अशिति इत्यस्य कार्यं भवति. अशित् अशित् भवतु तावदेव. अतः तद् निमित्तं नास्ति, तत्र निमित्तं नास्ति. एक गायकः तत्र नुवुल् इति किल, नुवुल् प्रत्ययः. आम् समीचीनं. गै इति तत्रापि तत्र एकमेव किम् अस्ति इत्युक्ते उपदेश अवस्थायां भवतु तावदेव. उपदेश अवस्थायां यदा एजन्तधातुः अस्ति चेत् तस्य आत्वं भवति तावदेव. अशित् प्रत्ययः एव तावदेव. तदेव तत्र निमित्तम् अनिमित्तकम् इति तस्य नाम. आदेश उपदेशे शिति इत्यस्य अनिमित्तकं निमित्तं नास्ति इत्येव तस्य नामकरणमपि अस्ति. अत्र अस्माकं प्रसङ्गः कः इत्युक्ते अपरनिमित्तकम् अन्तरङ्गं, यत्र परनिमित्तं न उक्तं तत्र निषेधः अस्ति, तस्मिन् सन्दर्भे कथं कार्यं करोति अन्तरङ्गम् इत्येव अत्र विषयः अस्ति. अस्तु अरुणा भगिनी, अग्रिमः तत्र मुख्यविषयः किम् अस्ति चेत् उपदेश अवस्थायां यः एजन्तदातोः तस्य आकारः आदेशः भवति. उदाहरणं चेत् तत्र गिलामि इत्युक्ते तत्र गिलामि इति भवति. अनन्तरं गलेति इत्युक्ते तत्र ग्लाति इति रूपं भवति. समीचीनं भगिनि. अस्तु अरुणा भगिनी पठति वा? किं पठ एवं च भगिनि, अत्र देयम्, अत्र देयं यत्, अत्र देयं यत् अशित्वं भवेत् इति न उक्तम्. अशिति प्रत्यये परे इति न उक्तम्. शिति न भवति इति उक्तम्. अतः निषेधार्थः आदेश उपदेशे अशिति इत्यस्य प्रतिपादनार्थं वाक्यद्वयं वक्तव्यम्. प्रथमं वाक्यम् उपदेशे एजन्तस्य धातोः आत्मं भवति इति एकः अर्थः. द्वितीयवाक्यम् उपदेशे एजन्तस्य धातोः शितिप्रत्यये परे आत्मं न भवति इति द्वितीयार्थः. पठामि भगिनि? प्रथमे अर्थे किमुक्तम् उपदेशे यजन्तस्य धातोः आत्मं भवति, कस्मिन् परे न उक्तम्. द्वितीयार्थे तु शितिपरे निषेधः. एवञ्च निषेधस्य निमित्तम् अस्ति किन्तु विधिं प्रति निमित्तं नास्ति. तर्हि निषेधांशे निमित्तं वर्तते, विध्यंशे निमित्तं नास्ति. एवञ्च यत्र द्वयोः सूत्रयोः एकत्र समकालप्राप्तिः, एकाञ्च अपरिनिमित्तकम् अन्यस्य च निमित्तम् अस्ति. तत्र प्रथमं सूत्रं द्वितीयं प्रति अन्तरङ्गं. तदर्थम् आदेश उपदेशे शिति इति शास्त्रम् अन्यत् शास्त्रं प्रति अन्तरङ्गं भवति. आदेशादि सूत्रं वदति उपदेशे धातोः एजन्तस्य धातोः आत्मं भवति, किं निमित्तम् इति न अत्र उक्तम्. द्वितीय अनन्तरं द्वितीयवाक्यं वदति उपदेशे एजन्तधातोः शितिप्रत्यये परे आत्मं न भवति. अत्र निमित्तमस्ति शितिप्रत्यये परे आत्मं न भवति. शितिप्रत्यये नास्ति चेत् आत्मं भवति. ततः प्रथमसूत्रं एव कार्यम् अन्तरङ्गं भवति. भगिनि आम् समीचीनम्, आदेश उपदेशे सृष्टि इति एव अन्तरङ्गं भवति. अत्र द्वितीयसूत्रं किमपि न उक्तं, यत्किमपि सूत्रं भवतु, यत्र बलाबलचिन्तनं कुर्मः तत्र सूत्रद्वयस्य आवश्यकता सर्वदा अस्ति एव. अत्र आदेश उपदेशेशिति तादृशम् अन्यत् सूत्रमपि भवितुमर्हति यत्र परनिमित्तकं नास्ति. अत्र निषेधमेव करोति विध्यार्थम् इत्युक्ते विधिः यत् कार्यं करणीयं तस्मार्थं किमपि निमित्तं न उक्तं, निच् प्रत्यये परे वा नुवुल् प्रत्यये परे वा इति तादृशं न उक्तं. शिति प्रत्यये परे आत्वं न भवति तावदेव उक्तं सूत्रे. अतः यदा वयम् आदेश उपदेशे शिति सूत्रं स्वीकुर्मः, अन्यत् किमपि सूत्रं स्वीकुर्मः यद् तस्मिन् स्थले आगत्य कार्यं कर्तुम् उद्युक्तः, तत्र आदेश उपदेशे शिति सूत्रम् अपरनिमित्तकम् अन्तरङ्गम् इति कारणेन अन्तरङ्गत्वात् तस्य एव कार्यं भवति, अन्यत् सूत्रं तु असिद्धं भवति. यत् अन्यत् सूत्रं यत्किमपि भवतु, तद् अत्र उदाहरणं न दत्तमस्ति, परन्तु अन्यत् सूत्रं यत्किमपि भवितुम् अर्हति. तत्र यत्र यत्र अपरनिमित्तकम् अन्तरङ्गं तादृशं सूत्रं यत्र परनिमित्तं नास्ति तस्य एव कार्यं भवति तावदेव. तत्र तत्र अग्रिम अन्तिमपरिच्छेदः अस्मिन् विषये अस्माकम् अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तद् अन्तरङ्गम्. यद् किमपि वयम् एतावता पठितवन्तः तत्र प्रकारद्वयमेव अन्तरङ्गविषये प्रदर्शितम्. एकं तु अपरनिमित्तिकम् अन्तरङ्गम् इति, द्वितीयं तु पूर्व उपस्थितनिमित्तकम् अन्तरङ्गमिति. बहु किमपि तत्र प्रकाराः भेदाः सन्ति अन्तरङ्गविषये, परन्तु वयं द्विविधम् एव अत्र दृष्टं. किमर्थम् इत्युक्ते तस्य प्रयोगः विरलतया एव भवति. तावदेव तत्र अन्तरङ्गविषये तावदेव. अग्रिमसप्ताहे वयं पूर्वत्र सिद्धं तस्मिन् विषये पठामः. अवगतं वा? प्रश्नः अस्ति वा? पुनः एकवारं पठतु, तत्र अवगन्तुं शक्नुमः इति अहं भाति. अस्तु. स्त्री तिश्रुतश्रु तत्सूत्रं तत्र सामान्यप्रक्रिया एकवारं पठतु, तद् आवश्यकं. तिसृणां कथं भवति इति, एतत् तु न भवति अन्तरङ्ग बहिरङ्गविषये इति न भवति इति तु जानीमः किल. कोऽपि अस्माकं कृते आगत्य प्रमाणं वदतु इति न वदामः, अतः चिन्ता मास्तु. समीचीनं, धन्यवादः. धन्यवादः भगिनी. प्रमाणं पृच्छति चेत् करपत्रं तदपि समीचीनं. पुनः नागच्छन्ति पठित्वा धावन्ति.